आदिगण इति विषयः इदानीमपि वर्तते, श्रूयते खलु? दुहादिगणः इति विषयः इदानीं प्रवर्तते, तत्र अस्माभिः गतरविवासरे कुत्र पर्यन्तं पठितम्? द्वितीयबिन्दुः एतत् द्रष्टव्यं इति समाप्तः जकारान्तदातवः द्वितीयबिन्दुः विचिर् इति धातुः इति समाप्तः खलु, विचिर् विच् धातुः, तत्र रूपं भवति विञ्च्, विञ्च् भवति विञ्च् विनच् भवति, सम्यक् न श्रूयते, सम्यक् न श्रूयते, इदानीं श्रूयते वा? विनच् इति भवति, तत्र विञ्च् भवति, तत्र इदानीमपि सर्वत्र अस्माभिः पठितं, तदनन्तरं तञ्चु रिचिर् प्रिचि, तञ्चु मध्ये तञ्च् भवति, रिचिर् मध्ये रिच् भवति, प्रिचिर् मध्ये प्रिच् भवति इति अङ्गमस्ति तत्र। हा तत्र नूतनं किमपि नास्ति, केवलं तञ्चु मध्ये हा तञ्चु तञ्चु मध्ये हा एवमेव तञ्चु तञ्च् रिचिर् रिच् प्रिचि प्रिच्, अत्र अनयोः द्वयोः धातोः प्रसङ्गे णत्वम् इति परशीलनीयम्। किमर्थं रिञ्च् योगः तः भवति खलु, रिनिच् रिच् भवति, तत्र रिनच् भवति, रिञ्च् योगः तः, नुट् अट्कुप्वा नुम्य वायति, तत्र नश्च झलि, तत्र रिञ्च् भवति, नश्च वा झलि इत्यनेन नत्वस्य प्रसक्तिः नास्ति। अस्तु, इति सर्वं तु पृच् धातु प्रसङ्गे तत्र एव भेदः, ऋषाभ्यां नोणः समानपद इति अस्ति। अस्तु, तर्हि यत्र तञ्चु धातु अस्ति, तञ्चु तञ्चु परस्मैपदे सङ्कोचने, तस्य रूपाणि इदानीं वयं कुर्मः। तर्हि मीना महोदय, तञ्चु धातु अस्ति तञ्च्, प्रथमं वदतु अङ्गं किम्? कुत्र महोदय? तञ्च् धातु एवमेव, तञ्चु वा, तञ्चु तञ्चु धातु तञ्च् तञ्च् एव तञ्च् भवति। इदानीम् अङ्गं किं, विकरणप्रत्यय किं वदतु खलु? तञ्च् अस्ति खलु, तञ्च् तञ्च् धातु अस्ति खलु। अस्तु, विजया महोदय भवती वदतु, तञ्च् धातु अङ्गं किं भवति? तञ्च् एव भवति खलु महोदय? न न, तञ्च् धातु अस्ति, इदानीं श्नं प्रत्यय आगच्छति, अङ्गं किम्? किञ्चित् उच्चैः वदतु। तत्र नकारः भवति खलु मध्ये, तर्हि किं भवति? तनच् इति भवति वा? तनञ्च, तनञ्च, तनञ्च, तनञ्च। तदनन्तरं किं भवति? तनञ्च भवति। तदनन्तरं किं भवति? अनन्तरं तत्र एकं सूत्रमस्ति, स्नानोर्लोपः, स्नान्नलोपः, स्नान्नलोपः इत्यनेन आकारस्य लोपः भवति अथवा नकारः एव तिष्ठति? न न न, आकारस्य लोपः न भवति, तत्तु तत्तु अस्ति स्नसोरल्लोपः, अत्र सूत्रमस्ति स्नान्नलोपः, नकारस्य लोपः भवति। कस्य नकारस्य? तनञ्च् इति भवति खलु, तत्र श्नम् इति अस्ति खलु उत्तरस्य, तत् एव लोपः भवति खलु महोदय? अतः किं भवति? अतः तनच् भवति, ञकारः लोपः भूत्वा तनच् रूपं भवति. प्रत्यय अनन्तरं यदि नकारः अस्ति चेत् नकारस्य लोपः भवति. एतत् तनञ्च् अस्ति खलु, नकार न प्रत्ययस्य न, तस्मात् अनन्तरं नकारः अस्ति, नकारस्य लोपः भूत्वा तनच् भवति. तनच् आम्, तर्हि अङ्गं भवति तनच्. इदानीं रूपाणि कुर्मः. इदानीं तनच् इति भवति, तत्र चकारः भवति. श्रूयते लट् लकारस्य रूपाणि करोतु. आम् अहं करोमि. इदानीं तनच् इति भवति, तत्र चोः कुः इत्यनेन चकारस्य स्थाने ककारः भूत्वा तनक् इति भवति. अनन्तरं तत्र ति अस्ति, तनक्ति इति रूपं भवति. प्रथमपुरुषे एकवचनम्. अनन्तरं तत्र तत्र तनच् इति भवति खलु, तत्र चोः कुः इत्यनेन ककारः भवति. तत् अन्तिम अन्तिमवर्णः पञ्चमवर्णः नकारः भवति, अतः तङ्क्तः तत्र तः अन्ति तनच् योगः तः. इदानीं प्रथमं कार्यं किं? तनच् प्रथमं तनच् अस्ति चकारस्य स्थाने चोः कुः इत्यनेन कुत्वं भूत्वा तनक् इति भवति. इदानीं अनुस्वारस्य यै न अनुस्वारं प्रथमं नच्च पदान्तस्य जलि इत्यनेन कार्यं करोति वा महोदय? नकारः नास्ति तत्र, कुत्र तनच् अस्ति खलु. प्रथमं कार्यं किं भवति? प्रथमं मया ससोरल्लोपः इत्यनेन ससोरल्लोपः इति भवत्या न उक्तं. नसोरल्लोपः इत्यनेन कित् प्रत्यय अस्ति परे, अतः अकारस्य लोपः भूत्वा तञ्च् भवति. तञ्च् योगः तः खलु. तञ्च् भवति, अनन्तरं किं भवति? अनन्तरमेव चकारस्य स्थाने कुत्वं भूत्वा तनक् इति भवति. तनक् तनक् कथं भवति महोदय? अकारस्य लोपः तङ्क् तङ्क् भवति. तङ्क् अनन्तरं तः योजनेन तङ्क्तः इति भवति. तङ्क्तः समीचीनं वा महोदय? न, तङ्क् योगः तः अस्ति. इदानीं नश्चपाञ्जलि कार्यं करोति खलु, अनुस्वारः भवति. अतः तङ्क्तः भवति. तावदेव खलु तङ्क्तः इति. अनन्तरं तत्र तत्र किमर्थं तङ्क्तः महोदय? चोकुः वा? चोकुः तनच् तनच् भवति, तदनन्तरं तञ्च् भवति. श्नशोरल्लोपः किल तञ्च् तः तञ्च् तः चोकुः तङ्क्तः वा? ओके अस्तु, अग्रे अन्ति. अत्र अन्ति किमस्ति? अत्र तीतः अन्ति भवति, तत्र तञ्च् इति भवति. तत्र अपि स्नम् इति विकर्णप्रत्यये तत्र नकार नकारस्य स्नान्नलोपः इत्यनेन नकारस्य लोपः भवति खलु महोदय? तनच् भवति, तनच् योगः तनच् भवति, तनच् भवति. अनन्तरं तत्र इदानीमेव नकारस्य लोपः भवति खलु? नकारस्य लोपः भवत् तनच् योगः अन्ति, अग्रे किम्? तनच्लोपः स्नशोरल्लोपः इत्यनेन अत्र तञ्च् भवति. पश्यतु, वस्तुतः तनञ्च् अस्ति, प्रथमं तनञ्च् अस्ति, तनञ्च तस्य न उत्तरवर्ति नकारस्य लोपः वदति केन सूत्रेण स्नान्नलोपः तत्र भवति तनच् तदनन्तरं कित् अस्ति प्रत्ययः कित् अन्ति कित् प्रत्ययः अस्ति खलु नित् प्रत्ययः अस्ति अतः नकारोत्तरवर्ति अकारस्य लोपः भवति श्नसोरल्लोपः तर्हि भवति तञ्च् तञ्च् योगः अन्ति तर्हि किं भवति तञ्च् योगः अन्ति अग्रे किं वर्णमेलनेन अत्रापि नच् पदान्तस्य जलि अनन्तरम् अनुस्वारस्य यै परसवर्णः इत्यनेन नकारः भवति अनन्तरं तच् तचन्ति इति वर्णमेलनं भवति तञ्चन्ति सम्यक्रीत्या वदतु खलु तञ्चन्ति तञ्चन्ति इति भवति अनन्तरं नच् पद अनुस्वारस्य यै परसवर्णः इत्यनेन अनुस्वारस्य स्थाने तकारस्य अन्तिमवर्णः पञ्चमवर्णः भूत्वा तचन्ति इति भवति भवती किमपि वदति किमपि वदति भवती तञ्च् तञ्च् योगः अन्ति अनुस्वार रक्षवाझलि इत्यनेन अनुस्वारः भवति तञ्चन्ति तदनन्तरम् अनुस्वारस्य एकवसवर्ण इत्यनेन चकारस्य पञ्चमवर्ण भूत्वा तञ्चन्ति न चकारस्य पञ्चमवर्णः नास्ति अत्र ति अस्ति खलु अन्ति अन्ति इति चकारस्य अन्तिमवर्णः नकारः ण्यकारः एव खलु भवति तर्हि तञ्चन्ति भवति न नकार तञ्चन्ति तचन्ति इति भवति खलु महोदय तञ्च् अस्ति खलु तञ्च् योगः अन्ति तञ्चन्ति इति भवति तदेव अहं वदामि तञ्चन्ति भवती तचन्ति किमर्थं वदति तञ्चन्ति अरे तनक्तः तञ्चन्ति अग्रे अनन्तरं तत्र मध्यमपुरुषे एकवचनं सि अस्ति अत्र तत्रापि स्नानो लोपः इत्यनेन नकार उत्तरवर्ति अकारः लोपः भवति तनच् इति भवति अनन्तरं नकारस्थाने नान्नलोपः इत्यनेन न उत्तरवर्ति नकारस्य लोपः भवति अकारस्य न तनञ्च् योगः तनञ्च् अस्ति तदनन्तरं नम् प्रत्ययस्य न अस्ति तस्मात् अनन्तरं नकारः अस्ति तस्य लोपः भवति स्नान्नलोपः यदि भवति तनच् इदानीं तनच् योगः सि करोतु तनच् योगः सि चकारस्य स्थाने ककारः भूत्वा चोः कुः इत्यनेन तनक् योगः सि भवति इदानीम् आदेशप्रत्ययोः इत्यनेन सकारस्य स्थाने मूर्धन्य दन्त्यसकारस्य स्थाने मूर्धन्य शकारः भूत्वा तनक्षि इति अन्तिमरूपम् अनन्तरं पूर्वमेव वयं दृष्टवन्तः तनच् इति तनच् इति भवति अनन्तरं नच् पदान्तस्य जलि इत्यनेन अनुस्वारः भूत्वा अनन्तरम् अनुस्वारस्य यै परसवर्णः इत्यनेन पूर्वं वयं दृष्टवन्तः खलु महोदय तङ्क् इति तङ्क् अनन्तरं तः योजनेन तङ्क्तः इति भवति प्रथमम् आरम्भेन वदतु तञ्च् तनच् योगः स्तः इदानीं किं भवति प्रथमसूत्रं किं प्रथमकार्यं किं तनच् योगः तः प्रथमं स्नानलोपः स्नानलोपः अभवत् तनच् योगः स्तः इदानीं किं स्नसोरल्लोपः इत्यनेन नकारात् परस्य तत्र अकारस्य लोपः भवति खलु महोदय अनन्तरम् इदानीं तनच् इति भवति तनच् कथं भवति तञ्च् भवति खलु अकारस्य लोपः एकनिमिषं भगिनि महोदय तञ्च् इति भवति इदानीं नच् पदान्तस्य जलि इत्यनेन तञ्च् इति भवति तञ्च् इति भवति अनन्तरम् अनुस्वारस्य यै परसवर्णः इत्यनेन तङ्क् भवति न तङ्क् तङ्क् तञ्च् भवति तञ्च् तङ्क्ष् भवति. इदानीं इदानीं चोः कुः इत्यनेन तङ्क् भवति. किमपि न क्रमः समानं नास्ति. चोः कुः प्रथमं कार्यं करोति खलु. किं महोदय? चोः कुः प्रथमं कार्यं करोति खलु. क्रमम् अनुसृत्य आमां चोः कुः इत्यनेन तङ्क् भवति. अग्रे सम्यक् रीत्या करोतु महोदय. एतत् सर्वम् अस्माभिः बहुवारं कृतं. किमर्थं दोषं करोति? तङ् योगः तदन् नष्टमाञ्जलि तङ्क्तः किमपि नास्ति. अग्रे बहुवचनं तङ्क्तः भवति, अनन्तरं तङ्क्त इति भवति. अनन्तरं तत्र उत्तमपुरुषे एकवचने अपि तत्र रुदादिभ्यः स्नम् इत्यनेन नकारः भवति. अत्र अपि स्नान्नो लोपः इत्यनेन स्नान्नलोपः इत्यनेन किं भवति? नकारः लोपः भवति खलु महोदय? तनच् भवति. अनन्तरम् अत्र मी योजनेन तनच्मि इति भवति. अनन्तरं तत्र तनच् इति अस्ति. प्रथमं तत्र अपि किं भवति, अत्रापि इदानीमेव दृष्टवन्तः स्नानोर्लोपः इत्यनेन नकारस्य लोपः भवति. स्नानलोपस्य लोपः तनच्. अनन्तरं किम्? अनन्तरं स्नस्थोरल्लोपः इत्यनेन कार्यं भवति वा महोदय? भवति वा? चिन्तयतु. मया न लिखितम् एतत् विषये, अतः एव अत्र क्लेशः भवति. लिखितस्य प्रश्नः नास्ति. वः इति मित् अस्ति वा पित् अस्ति वा? तत्र वः अपित् अस्ति. अतः असोरल्लोपः कार्यं करोति न वा? करोति खलु. नसोरल्लोपः कित् निप्रत्यये परे कार्यं करोति. वः इति नित्वत् अस्ति, अपित् अस्ति, अतः करोति. तर्हि किं नसोरल्लोपः कार्यं करोति चेत् किं भवति? अकारस्य लोपः भवति खलु महोदय? किं भवति? तञ्च् इति भवति. इदानीं तञ्च् भवति. इदानीं नच्चपदान्तस्य जलि इत्यनेन नच्चपदान्तस्य जलि इत्यनेन अनुस्वारः भवति. अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन तञ्च् भवति. तञ्च्वः तञ्च्मः इति. सम्यक्, समीचीनं. अस्तु महोदय, अस्तु सम्यक् रीत्या करोतु महोदय. किमपि नास्ति, मया न लिखितं, कोऽपि मम समीपे अस्ति न. लेखनस्य आवश्यकता नास्ति, यतोहि अत्र चोः कुः एव अस्ति, अन्य किमपि नास्ति. तर्हि सम्यक् रीत्या भवतु खलु. तर्हि तनक्ति तङ्क्तः तञ्चन्ति, तनक्षि तङ्क्तः तङ्क्, तनक्ष्मि तञ्च्वः तञ्च्. अस्तु अग्रे मीना महोदय लोट्. मम अहमपि न लिखितवती महोदय, गृहकार्यं न कृतं. लेखनस्य आवश्यकता नास्ति, करोतु. तञ्च् योगः तञ्च् योगः तु तदनन्तरं रुदादिगणेः तनञ्ज् तनञ्ज् योगः तु स्नान्नलोपः नकारस्य लोपः तनच् तनच् योगः तु तातेव तादृशमेव तनच् तातपि तनच् तु श्नशोर् अल्लोपः इति तञ्च् श्नशोरल्लोपः इति पित् अस्ति अपि तस्ति वा पित् अस्ति अतः श्नशोरल्लोपः कार्यं करोति न वा श्नशोरल्लोपः कार्यं न करोति अतः किं भवति तनच् तनच्तु एव तनच्तु तदनन्तरं चौकुः तनक्तु तनक्तु नश्चापदान्तस्य जलितिसूत्रेण किमपि भवति वा तनक्तु तनच् तात् तत्र श्नशोरलोपः भवति तञ्च् तात् तञ्चोकुः तङ्क् तात् तत्र तङ्क् तङ्क् तात् तत्र नश्चपानशैली कार्यं करोति न वा किमर्थं तनक् तु तत्र न अभवत् तत्र तनक् तु नकारनन्तरम् अकारः अस्ति अकारझलि नास्ति अकारः अस्ति अत्र तङ्क् नश्च अपदान्तस्य जलि तङ्क् तात् देन् अनुस्वारसेयी परस्वर्णः इति सूत्रेण तात् तङ्क् तात् नकारः नास्ति अतः अनुस्वारः न भवति सङ्क्तात् मध्ये नकारोत्तरवर्ती ककारः अस्ति ककारझलि अस्ति अतः अनुस्वारः भवति तङ्क्तु अथवा तनक्तु अथवा तङ्क्तात् अग्रे तदनन्तरं तङ्क्तां वा तङ्क्तं तनच् तु तां तत्र श्वशुरलोपः तञ्च् तां तत्र अनन्तरं चोकुः वा तञ्च् तां तङ्क्तां नश्चापदान्तस्य जलि तङ्क्तां अनुस्वारसेयी परस्वरः तङ्क्तां तनच् तु ताम् अन्तु तत्र तनच् अन्तु श्नशोरल्लोपः तञ्च् अन्तु स्नान्नलोपः नकारस्य लोपः तनच् अन्तु तदनन्तरं श्नशोरल्लोपः अकारस्य लोपः तञ्च् अन्तु तञ्च् अन्तु तदनन्तरं तञ्च् अन्तु तत्र तदनन्तरं किं भवति तञ्च् अन्तु तञ्चन्तु वा तञ्चन्तु एव तञ्चन्तु तञ्चन्तु एव उत्तमं वा नकारपरावर्गस्य प्रथमवर्णमस्ति तञ्चन्तु तत्र नकारः तिष्ठति वा तञ्चन्तु भवति वा तञ्चन्तु तञ्चन्तु नकारस्य किं भवति नकारस्य अनुस्वारः भवति वा केन सूत्रेण नश्चापदान्तस्य जलि तदनन्तरं किम् अनुस्वारस्य इ परस्वर्णः तर्हि पञ्चमवर्णस्य वर्गस्य भूत्वा तञ्चन्तु तञ्चन्तु पञ्चमवर्णः अस्ति तत्र पञ्चमवर्णः अस्ति तदनन्तरं तञ्च् तञ्च् तु ताम् अन्तु गीतं त पञ्च अत्र संयोगः हि किं भवति तत्र तञ्च् तनज् तनच्योगः हि प्रथमं तनच्योगः हि स्नशो लोपः तञ्च् तञ्च्योगः हि कोऽपि सूत्रमस्ति वा अस्ति चेत् किं भवति हेर्दिः भवति वा हूजल्भ्यो हेर्दि हूजल्भ्यो हेर्दिः तञ्च् धि तं तदनन्तरं तञ्च् धि तदनन्तरं नश्चापदान्तस्य जलि भवति वा एकनिमिषं किं भवति लेखनं भवितव्यं तञ्च् योगः धि इदानीं किं नश्चापदान्तस्य जलि चोकुः चोकुः परमं चोकुः तङ्क् धि तदनन्तरं नश्चापदान्तस्य अग्रे ककारस्य किं भवति भवति वा तं तु ताम् अन्तु हि तं त तु तां तं तां भवतु तं तं तं अग्रे किं तं योगः धि समापयतु खलु रूपं किं तङ्धि तङ्धि न ककारः अस्ति ककारस्य किं भवति चतुर्थः वर्णः अस्ति ककारस्य किं भवति लास्ट् नौ कुत्र महोदय हि तु तामन्तु हि तं त हि एव किल हि अस्ति तस्य धी भवति तं योगः धी धी भवति तदनन्तरं चोकुः भवति तं योगः धी तदनन्तरं ङ्क्योकः धी नश्चापदान्तस्य जलि तदनन्तरं किं तदनन्तरम् अनुस्वारस्येयि परसवर्णः तङ्क्ति तस्मात् पूर्वं किं तस्मात् पूर्वं किं धकारः किम् जलां जष्टसि वदतु खलु किमर्थं न वदति तर्हि किं भवति तत्र ककारः गकारः भवति तदनन्तरं तदनन्तरम् अनुस्वारस्य ये परसामः तं धि भवति तं धि अग्रे तनज्योगः हि तुतामतु हि तं तं तं तन्तामेव समानक्रिया तन्ताम् अत्र तन्तं भवति तन्त आनयाम तत्र आनयाम तनज् आनयाम तञ्ज आनि किल तञ्जानि तदनन्तरं तञ्जानि कथं भवति अपित् अस्ति तनज् तनज् आनी देन् स्नान् लोपः तत्र तनज् आनि नकारस्य लोपः तनजानि तनजानि तदनागत तनजान जकारं किमर्थं वदति तनचानि तनचानि तनचानि तनचानि तनचाव तनचाम लेखितव्यं महोदय लेखितव्यं प्रति सोपानं सूत्रं किमस्ति इति लेखितव्यम् अस्तु लिखतु तर्हि तनक्तु तं तञ्चन्तु तम्भि तनचानि तनचाव तनचा मदर् महोदय लम् आं महोदय अत्र लुङ् लङ् लुङ्षु अडुदातः इति सूत्रेण अड् आगमः भवति तनज् योगः तकारः अस्ति अतज् योगः तकारः चोः कुः इत्यनेन अतनक् योगः तकारः अस्ति हुल् हल्याभ्यो दीर्घा श्रुति सप्रत्तं हल् इति सूत्रेण तकारस्य लोपः अनत् अनत् अनत् तनक् अतनक् अतनक् अथवा अतनग् इति रूपम् अल्याभ्यो इति सूत्रेण तकारस्य लोपः कथं शोः कुः महोदय प्रथमं चोः कुरु चोः कुरु कुः अतनक् अतनग् अ तनच् योगः तामस्ति अतचोः तामस्ति ष्टसोरल्लोपः इत्यनेन अकारस्य लोपः भवति अ तञ्च् योगः ताम् अ तञ्च् योगः ताम् अचोः कुः अ तङ्क् तङ्क् योगः ताम् इदानीम् नशपदान्तस्य जलि अनुसार भवति नश्यपदार्थस्य लीति अनेन अनुसारः भवति अनुस्वारस्य ईपरसवर्णः इत्यनेन अनग् अनग्ताम् अनग्ताम् इग् अनग्ताम् अनुस्वारस्य ईपरस परसवर्णः इत्यनेन ङकारः भवति अनग् अतन् अत इङ्क्ताम् अतन् अतङ्क्ताम् तदनन्तरं तनज् योगः अन् आतनच् योगः इदानीं वर्णमेलमेव तच्छन् अतच्छन् आम् अतनच् योगः आम् अतनचन् अतनचन् ओ आमाम् आम् न महोदय अन् अच् अस्ति अजादि अजादि अस्तु पित् अस्ति वा अपित् अस्ति वा अपित् न करोति किं कित् न अस्ति खलु करोति आमामाम् आम् करोति न वा करोति महोदय करोति अतञ्चन् अतञ्चन् अतञ्चन् अतनज् योगः सकारः अस्ति इदानीमपि चोः कुः इत्यनेन अतनक् त न इक् अतनक् योगः सकारः हुल्याभ्यो दीर्घ तस्य अतिसुप्रतं हल् इति सूत्रेण सकारस्य लोपो भवति अतनग् योगः अतनग् अतनक् वावसाने इत्यनेन गकारः तृतीय गकारः भवति अतनग् योगः भवति अतनक् अतनग् सम्यक् वा अतनच् योगः तम् अस्ति इदानीं अकारस्य लोपः श्वसोरल्लोपः इत्यनेन अकारस्य लोपः भवति अतञ्च् योगः तम् चोः कुः इत्यनेन ककारः भवति अतङ्क् योगः तम् अतङ्क् योगः तं नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः भवति तदनन्तरम् अनुस्वारस्य ईपरसवर्णः इत्यनेन ङकारः भवति अतङ्क्ताम् इङ् अतङ्क्ताम् अतङ्क्तम् अतनच् योगः कथं किं भवति अतनच् योगः त अस्ति अत्रापि अतञ्च अतङ्क् योगः अतङ्क्त अतङ्क्त एव भवति तदनन्तरम् अतञ्च् योगः अम् पित् अस्ति अतः अतनच्चं तनच्चम् अत अतनच् योगः व इदानीमपि तत्र अकारस्य लोपः तञ्च् योगः व अस्ति व जल् नासि अतः अतञ्च्व अतञ्च्म सम्यक् वा हा न श्रूयते महोदय श्रूयते इदानीं श्रूयते इदानीं मध्ये केवलं सकोरलोपः सञ्ख्यात् सञ्ख्यातां सञ्च्युः सञ्ख्याः सञ्ख्यातं सञ्ख्यात सञ्ख्यां सञ्ख्याः सञ्ख्या अस्तु तर्हि तञ् समाप्तं चकारं धातुः समाप्तम् अग्रे विजयामहोदय पठतु चकारां धातु द्वितीयबिन्दु रुचिं न भवान् कृतं महोदय रुचिं पठामि वा महोदय द्वितीयबिन्दुः जकारान्तदातवः षड् दातवः युजिर् युज् अञ्चु अञ्जु अञ्च् अञ्ज् मञ्जु मञ्ज् भुज् भुज् ओ विजि विज् वृजि वृज् इति भवति युज् इति स्वीकुर्मः चेत् अत्र युज् दातु भगिनी न श्रूयते भगिनि उभयपदिनः सम्यक् न श्रूयते युज् योगः स्नम् मिदचोन्त्यात् परः इत्यनेन अन्तिम अचुवर्णस्य परे नकारः भूत्वा मिदचोन्त्यात् परः इति युनज् इति भवति अत्र तिङ् प्रत्यय निमित्तिकम् अङ्गकार्यं भवति पित्सु अपि अस्ति अङ्गकार्यं नास्ति अतः पित्सु अङ्गकार्यं नास्ति युनज् योगः स्ति सन्धिकार्यम् अत्र जकारस्य चोः कुः इत्यनेन जकारस्य स्थाने ककारः भूत्वा युनक्ति इति भवति युनज् योगः आनि अत्र किमपि कार्यं नास्ति युनजानि इति वर्णमेलनमेव अपित्सु अस्ति चेत् स्नसोरल्लोपः इत्यनेन स्नम् इत्यस्य विकर्णप्रत्ययस्य अकारस्य लोपः भवति अतः तत्र युनज् योगः तकारः इदानीं नच्यपदान्तस्य जलि इत्यनेन नकारः भवति युञ्ज् योगः तः सन्धिकार्यं भवति अत्र तत्र अनुस्वारस्य ययिपरसवर्णः इत्यनेन युङ्क्तः इति भवति महोदय श्रूयते वा अग्रे पठामि वा किम् बि सन्धिकार्यम् अस्ति अत्र भवति युनज् योगः ति इदानीं चोः कुः इत्यनेन जकारस्य स्थाने तृतीयवर्णः ककारः भूत्वा युनग् इति भवति युनग् योगः ति करिचय इत्यनेन युनक् भवति युनक् योगः ति वर्णमेलनेन युनक्ति इति भवति युञ्ज् योगः तः चोः कुः इत्यनेन युङ् इति भवति युङ् इति भवति नचपदान्तस्य जलि इत्यनेन अनुस्वारः भूत्वा युङ् भवति युङ् योगः तः इदानीं खरिच इत्यनेन गकारस्य स्थाने ककारः भूत्वा युङ् युङ्क् योगः तः अनुस्वारस्य ययिपरसवर्णः इत्यनेन ककारस्य अन्तिमवर्णः पञ्चमवर्णः भूत्वा युङ्क् इति भवति तकारयोजनेन तकारः तः योजनेन अनन्तरं वर्णमेलनेन युङ्क्तः इति अन्तिमरूपं निष्पन्नं इदानीं युञ्ज् योगः अन्ति तत्रापि नश्च पदान्तस्य जलि इत्यनेन युञ्ज् इति भवति युञ्ज् योगः अन्ति अनुस्वारस्य ययिपरसवर्णः इत्यनेन जकारस्य अन्तिमवर्णः पञ्चमवर्णः ञकारः भूत्वा युञ्ज् भवति, युञ्ज् योगः अन्ति वर्णमेलनेन युञ्जन्ति इति भवति. युनज् योगः सि, इदानीमपि चोः कुः इत्यनेन जकारस्य स्थाने गकारः भूत्वा युनग् योगः सि. आदेशप्रत्ययोः इत्यनेन युनग् योगः सि स्थाने मूर्धन्यशकारः भूत्वा, अनन्तरं करिच्य इत्यनेन युनक् भूत्वा युनक् योगः सि षि इति भवति, वर्णमेलनेन युनक्षि इति भवति. युञ्ज् योगः हि, हु जल्भ्यो हेर्दिः इत्यनेन युञ्ज् योगः हि स्थाने दि भवति. चोः कुः इत्यनेन जकारस्य स्थाने तृतीयवर्णः गकारः भूत्वा युङ् योगः दि भवति. इदानीं नच् पदान्तस्य जलि युङ् योगः दि, अनुस्वारस्य ऐपरसवर्णः इत्यनेन युङ् योगः दि, वर्णमेलनेन युङ् दि इति भवति. तावदेव महोदय. आगच्छन्ति वा महोदय? किमपि नास्ति, विच् एव अस्ति. केवलम् एकं सूत्रमस्ति नूतनं, तदस्ति खरिच्च. जकारः अस्ति, जकारोत्तरवर्ती नाम खर् प्रत्याहारवर्णः अस्ति, जकारस्थाने ककारः भवति, नाम ककारः भवति, चुहुकुः गकारः, गकारस्थाने ककारः युनक्ति इति भवति. परन्तु किमपि नूतनं नास्ति. युञ्ज् युञ्जगहि मध्ये अपि किं जकारस्य ककारः युङ् योगवति, अष्टमाञ्जलि युं योगवति, तदनन्तरं किम् अनुस्वारस्य एकवर्णः युनुति. एकं सूत्रमस्ति, वस्तुतः युज् परस्मैपदी अस्ति, युज् इति परस्मैपदी अस्ति, उभयपदी अस्ति, सम्यक् उभयपदी अस्ति. परन्तु प्रोपाभ्यां युजेरयज्ञपात्रेषु इति प्र ओपिति उत्सर्गः अस्ति चेत् आत्मनेपदमेव भवति, उभयपदी न भवति इति अस्ति. अस्ति, अस्तु. तर्हि इदानीं रूपाणि कुर्मः. युज् धातु आत्मनेपदी कुर्मः, आत्मनेपदी. परस्मैपदी तु द्विज् एव भवति, अतः पुनः करणस्य आवश्यकता नास्ति. आत्मनेपदी कुर्मः. तर्हि किं मीना महोदय वदतु, युज् उभयपदी, युज् आत्मनेपदी लट्. युज् किं, युज् आत्मनेपदी लट् कर्तव्यं वा? युज्यते, युज्यते रुदादिभ्यः स्नः युनज्यते, तेन स्नश् ते अपि तस्ति, तस्मात् स्नशोर् अल्लोपः युञ्जते. चोकुः युङ् ते, तदनन्तरं नश्चापदान्तस्य जलि उङ् युङ् ते, खरिच किल खरिच युङ् युङ् युङ् ते तत्र किं भवति, यु अनुस्वारः गकारः, गकारः ककारः भवति. तदनन्तरं ककारः भवति, तस्मात् अनुस्वारस्य ऐपवर्णः युङ्क्ते, नकारः पञ्चमवर्णः भवति, युङ् युङ् युङ् युङ् युङ्क्ते युङ्क्ते. तदनन्तरं युज् युनज् ते आते, अते युनज् आते. तदनन्तरम् अपि युञ्ज् आते, युञ्ज् आते नश्चापदान्तस्य जलि ऊञ्ज् आते, अनुस्वारस्य यै परसः पञ्चमवर्णः युञ्जाते. तदनन्तरं युनज् अते युञ्ज् अते श्मशोरल्लोपः तत् नश्च पदान्तस्य जलि युञ्ज् अते अनुस्वारः भवति तदनन्तरम् अनुस्वारस्य ये पदवर्णः पञ्चमवर्णः युञ्जते ते आते अते से आते द्वे युनज् से श्मशोरल्लोपः युञ्ज् से युञ्ज् से तत्र तत्र चोक्कुः भवति वा युङ्क् युङ्ग् युङ्ग् से युङ्ग् से भवति तत्र सकारः भवति तस्मात् आदेशप्रत्ययो इति सूत्रेण षत्वं भवति तदनन्तरं युङ्क् षे तन्नश्चापदान्तस्य जलि युङ्ग् षे अत्र करि च इति सूत्रेण ककारः भवति युङ्क् षे अनुस्वारस्य ययि परस्वर्णः ककारकवर्गस्य पञ्चमवर्णः युङ्क् षे से आते द्वे युनज् आते श्मशोरलोपः युञ्ज् आते अश्चापदान्तस्य जलि युञ् आते युस्वारसैः परस्वर्णः पञ्चमवर्णः भवति युञ्ज् आते तदनन्तरं युनज् द्वे युञ्ज् द्वे श्मशोरल्लोपः जकारः भवति चोक्कुः युङ् द्वे दश्चापदान्तस्य जले युङ् द्वे अनुस्वारस्य परसः पञ्चमवर्णः भवति युङ् द्वे तदनन्तरं ते आते अते से आते द्वे एव हेमहे तत्र युनज् ए युञ्ज् ए श्मशोरल्लोपः नश्चापदान्तस्य जलि युञ्ज् ए अनुस्वारस्य ईपवर्णः पञ्चमवर्णः भवति युञ्जे तदनन्तरं युनज् वहे युञ्ज् वहे श्मशोरल्लोपः नश्चापदान्तस्य जलि युञ्ज् वहे अनुस्वारस्य ये पञ्चमवर्णः भवति युञ्ज् वहे युञ्ज् वहे युञ्ज् महे अस्तु तर्हि युङ्क्ते युञ्जाते युञ्जते युङ्क्षे युञ्जाते युङ् द्वे युङ् द्वे ककारः युङ् द्वे युञ्जे युञ्जे युञ्ज्महे युञ्ज्महे खलु युञ्जे युञ्ज्महे युञ्ज्महे जकारः अस्तु तथैव लोट्लकारः अपि तथैव अस्ति युङ्क्तां युञ्जातां युञ्जतां युङ्क्ष्म युञ्जातां युङ्ध्वम् ऐ आमहि आमहि तिष्ठन्ति अतः ससौरलोपकार्यं न करोति युनजै युनजावहै युनजामहि लङ्लकारः अपि अयुङ्क्त अयुञ्जाताम् अयुञ्जत अयुङ्क्थाः अयुञ्जाताम् अयुङ्ध्वम् अयुञ्जि अयुञ्जवति अयुञ्जमति विधिलिङ्गि युञ्जीक युञ्जीयातां युञ्जीरन् युञ्जीथाः युञ्जीयातां युञ्जीकं युञ्जीय युञ्जीवति युञ्जीमहि इति अस्ति इति अस्ति युञ्जातु किमपि नूतनं नास्ति केवलं सन्धिकार्यमेव अस्ति तत् कर्तव्यम् अस्तु प्रश्नाः सन्ति वा कस्यापि नास्ति इदानीं विरमामः किञ्चित् शीघ्रमेव विरमामः अहं मया अन्यकार्यमस्ति किञ्चित् चिन्ता मास्तु शुभरात्रि इदानीं धन्यवादः शुभरात्रिः धन्यवादः नमस्कारः महोदय धन्यवादः